नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति दिवादिगणः इति. तत्र अन्तिमभागे वयं स्मः. वस्तुतः तत्र पाठः समाप्तः. तत्र पाठस्य अनन्तरम् अनुदित् सवर्णस्य चाप्रत्ययः इति सूत्रमपि अस्माभिः पठितम्. तत्र अनुदित् सवर्णस्य चाप्रत्ययः इति सूत्रेण तत्र प्रथमतया तुल्यस्य प्रयत्नं सवर्णम् इति सूत्रेण तत्र कस्य सवर्णसंज्ञा भवति इति उक्तम्. पश्चात् अनुदित्सवर्णस्य चाप्रत्ययः इति सूत्रेण तत्र सवर्णसंज्ञा ग्राहकं सूत्रमस्ति अनुदित्सवर्णस्य चाप्रत्ययः इति. तुल्यस्य प्रयत्नं सवर्णम् इति सवर्णसंज्ञा विधायकं सूत्रम्. अनुदित्सवर्णस्य चाप्रत्ययः इति सवर्णसंज्ञा ग्राहकं सूत्रम् इत्युक्ते तत्र कस्मिन् सूत्रे तत्र यदा तत्र वर्णानाम् उल्लेखः अस्ति तदानीं कुत्र सवर्णसंज्ञानां ग्रहणं भवति कुत्र न भवति इति कथं ज्ञातुं शक्यते इति चेत् अनुदित्सवर्णस्य चाप्रत्ययः इति सूत्रेण एव ज्ञायते. तर्हि तत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन तत्र किं ज्ञातम् इति चेत् अकारः इति स्वीकुर्मः चेत् अकारस्य अष्टादशप्रभेदाः सन्ति इति ज्ञातम्. अकारस्य अकारः सवर्णम् इति ज्ञातम्. अकारस्य अकारः सवर्णम् इति ज्ञातम्. अनुदित्सवर्णस्य च प्रत्ययः इति किमुच्यते इति चेत् यत्र कुत्रापि व्याकरणशास्त्रे तत्र कुत्र सवर्णसंज्ञानां ग्रहणं भवति कुत्र ग्रहणं न भवति इति वयं ज्ञातुम् इत्युक्ते सर्वत्र सवर्णसंज्ञानां ग्रहणं भवति इति नास्ति. कुत्रचित् भवति कुत्रचित् न भवति. तत् कुत्र इति चेत् अतः एव अत्र सूत्रे उक्तम् अप्रत्ययः इति उक्तम्. अनुदित् सवर्णस्य अप्रत्ययः इति उक्तम्. अप्रत्ययः इत्युक्ते विधीयते इति. प्रत्ययः इत्युक्ते विधीयते इत्यर्थः. तर्हि तत्र अप्रत्ययः इत्युक्ते यत्र न विधीयते. तर्हि अत्र अण् अपि च उदित् इति पश्यामः चेत् अण् अपि च उदित् इति पश्यामः चेत् अत्र अण् विधीयमानः अस्ति चेत् विधीयमानः अण् तत्र किं कोऽपि वदति वा विधीयमानः अण् सवर्णान् गृह्णाति वा न वा? न गृह्णाति. न गृह्णाति. अविधीयमानः अण् गृह्णाति. अतः एव अप्रत्ययः इत्युक्तं. तर्हि तत्र अविधीयमानः अण् अस्ति चेत् सवर्णान् गृह्णाति. अविधीयमानः इत्युक्ते विधीयमानः इत्युक्ते यत्र आदेशरूपेण अस्ति. इत्युक्ते किमपि तत्र किमपि उद्दिश्य किमपि विधीयते चेत् तदानीं तत्र तु सवर्णसंज्ञानां ग्रहणं भवति. सवर्णसंज्ञानां तत्र इत्युक्ते तत्र यत्र अविधीयमानः अस्ति चेत् सवर्णसंज्ञानां ग्रहणं, विधीयमानः अस्ति चेत् सवर्णसंज्ञानां न ग्रहणम् इत्युक्ते आदेशरूपेण अस्ति चेत् सवर्णसंज्ञानां ग्रहणम् अस्ति इत्यत्र उक्तं. परन्तु तस्य अपवादरूपेण उकारस्य विषये अपि उक्तम्. उकारः यद्यपि विधीयमानः अस्ति तथापि सवर्णान् गृह्णाति. अन्येषां स्वराणां विषये तत्र विधीयमानः अस्ति चेत् सवर्णान् न गृह्णाति इति उक्तं. परन्तु तेषु अपवादः अस्ति उकारः. उकारः विधीयमानः चेत् अपि सवर्णान् गृह्णाति इति विशेषः अस्ति इति तावदस्माभिः तत्र सूत्रार्थः ज्ञातः. इदानीम् अस्माकं दिवादिगणीयपाठे एकम् अत्र अस्मिन् सूत्रे कुत्रचित् अनुदित्सवर्णस्य च प्रत्ययः इति सूत्रस्य कार्यं भवति वा? अत्र बहूनि सूत्राणि अधीतानि दिवादिगणे. अत्र कुत्रचित् अनुदित्सवर्णस्य च प्रत्ययः इत्यस्य अवसरः अस्ति वा? यत तत्र ऋत इति धातोः इति सूत्रं तत्र किमस्ति चिन्तनम्? ऋत इति धातोः इति सूत्रं किं वदति? कोऽपि स्मारयतु. दीर्घ ऋकारात् दीर्घरिकारान्तस्थाने ईकारः आगच्छति, ईकारः भवति. आम् तर्हि तत्र तत्र तत्र कुत्रचित् इदानीं तत्र कुत्र आदेशः अस्ति, कुत्र अविधीयमानः, कुत्र विधीयमानः इति एकवारं वदतु विजयलक्ष्मी भगिनी. ऋत इत् धातोः इत्यनेन यस्य धातोः अन्ते दीर्घऋकारः अस्ति तस्य स्थाने ह्रस्व इकारादेशः जायते. अत्र दीर्घऋकारः इति उक्तत्वात् ऋत धातुः अत्र प्रश्नः किं भगिनि? ऋत धातोः इत्यत्र विधीयमानः कः, अविधीयमानः कः? अत्र विधीयमानः ऋकारः. ऋकारः वा, सारि, ऋकारस्य स्थाने ह्रस्व इकारः आयाति, अतः ह्रस्व इकारः इकारः विधीयमानः इकारः. दीर्घ ऋ स्थानी अस्ति, अविधीयमानः अस्ति. हा तर्हि अत्र ऋत ए धातोः इति सूत्रं वयं पश्यामः चेत् अत्र अणुवित्सवर्णस्य च प्रत्ययः इति सूत्रस्य कार्यं कथं भवति इति वयं पश्यामः चेत् प्रथमतया ज्ञातव्यम् अत्र अण् अस्ति. अत्र ऋत इत्यत्रापि ऋकारः अण् अस्ति, इत् इत्यत्र इकारः अपि अण् अस्ति, अतः अण् अस्ति अत्र. तर्हि अण् अत्र विधीयमानः वा अविधीयमानः वा इति ज्ञातव्यम्. अत्र ऋत इत्यत्र यः अण् अस्ति सः अण् किमस्ति, विधीयमानः वा अविधीयमानः वा? अविधीयमानः. हा ऋत इत्यत्र अण् अविधीयमानः, किमर्थं? तत् स्थानी अस्ति, आदेशस्य एव कार्यम् अस्ति खलु, आदेशः एव विधीयमानः वा अविधीयमानः वा इति द्रष्टव्यं भवति. स्थानी तु स्थानी एव तस्य, हा यतोहि तत्र आदेशः एव विधीयते, आदेशः विधीयते, स्थानी अस्ति चेत् तस्मात् आदेशः विधीयते, अतः आदेशः विधीयमानः अस्ति, परन्तु स्थानी अविधीयमानः अस्ति. तत्र वस्तुतः स्थानिभ्यः किमपि विधीयते, स्थानिभ्यः किमपि विधीयते, अतः आदेशः एव विधीयते, स्थानी तु अविधीयमानः अस्ति. तर्हि इदानीं ऋत इति स्थानी अस्ति, अतः अविधीयमानः अस्ति. अविधीयमानः अस्ति इति सवर्णान् गृह्णाति वा? न गृह्णाति, केवलं दीर्घऋकारः इत्येव आवश्यकः भवति खलु. हा अत्र अत्र किम् अस्ति इति चेत्, यद्यपि ऋकारः अण् अस्ति अविधीयमानः अस्ति, तथापि अणुदित्सवर्णस्य च प्रत्ययः इति सूत्रे अण् इति यदा वदामः तत्र अण् इत्यस्य इत्यनेन कस्य ग्रहणं भवति? केवलं दीर्घऋकारस्य एव ग्रहणं भवति. न न न, अणुदित्सवर्णस्य च प्रत्ययः इति सूत्रे, ओ तत्र अण् इत्युक्ते अकारात् आरभ्य लण् पर्यन्तम्. अकारात् आरभ्य लण् पर्यन्तं, तर्हि अकारः इति यदा वयं वदामः, ह्रस्व अकारः इति यदा वदामः, ह्रस्व अकारः सवर्णान् गृह्णाति इति वदामः खलु, दीर्घ अकारः सवर्णान् गृह्णाति इति न वदामः खलु. नमस्कार भगिनि, अहं मीना अस्मि अत्र. नमस्ते, किं विजयलक्ष्मी भगिनी? हा दीर्घ ऋकारः केवलं षट् प्रभेदाः गृह्णाति. हा इत्युक्ते तत्र माहेश्वरसूत्रे अपि अण् इति यदा वदामः, सूत्रे तु अ इ उ ऋ इति तत्र केवलं ह्रस्ववर्णानाम् एव उल्लेखः अस्ति. अण् इत्यत्र अ इ उ ह्रस्ववर्णानाम् इत्युक्ते ऐकारः दीर्घः अस्ति चेत् तस्य तथैव ग्रहणं, यतोहि तस्य ह्रस्वत्वं नास्ति इति. तर्हि एतेषां वर्णानां, ये वर्णाः माहेश्वरसूत्रे सूत्रेषु उल्लेखिताः सन्ति, तेषां ग्रहणं भवति, तत्पश्चात् वयं वदामः एते वर्णाः सवर्णान् गृह्णाति अविधीयमानः अस्ति चेत् एते वर्णाः सवर्णान् गृह्णाति इति वयं वदामः. तर्हि ह्रस्वाकारः यदि अविधीयमानः अस्ति तदानीं ह्रस्वाकारः सवर्णान् गृह्णाति इति वयं वदामः, खलु? आम्. परन्तु अत्र अस्मिन् सूत्रे ह्रस्ववर्णः एव नास्ति, दीर्घवर्णः एव अस्ति, दीर्घऋकारः एव अस्ति. दीर्घऋकारः अस्ति अतः अत्र दीर्घऋकारः तत्र दीर्घऋकारः सवर्णान् न गृह्णाति. दीर्घऋकः सवर्णान् न गृह्णाति, अतः तकारः तत्र तपरकरणम् अनावश्यकम्. तत्र तपरकरम् अनावश्यकम् इत्युक्ते ऋत इति वदनस्य स्थाने ऋ इति वदति चेदपि पर्याप्तं. तपरकरणस्य तत्र सवर्णसंज्ञाग्रहणनिवारणार्थं तपरकरणस्य आवश्यकता नास्ति. यतोहि केवलं ह्रस्वकारः इति वदति चेदेव सवर्णानां ग्रहणं भवति. दीर्घऋकारः अस्ति चेत् केवलं दीर्घऋकाराणां ऋकारस्य एव ग्रहणं भवति. अतः तपरकरणं तत्र अनावश्यकम् अस्ति. तथापि तत्र तपरकरणं केवलम् उच्चारणार्थं कृतमस्ति. यतोहि ऋकारः अनन्तरम् इकारः अस्ति चेत् तत्र सन्धिः भवति, खलु? अत्र ऋतः इति षष्ट्यन्तं पदम्. भवति चेत् भगिनि उः इति आयाति, खलु? तदेव अहं वदन्ती अस्मि इदानीं. तत्र ऋतः इति षष्ट्यन्तम् अस्ति, अतः तत्र ऋ इति वदति चेत् तस्य षष्ट्यन्तम् अत्र स्थापनीयं भवति. उः इति स्थापयति चेत् उः इत्यस्य अनन्तरम् ईकारः अस्ति, तत्र सन्धिकार्यं जायते, खलु? न, परन्तु तत्र सन्धिकार्यं भवति चेत् बहुत्र भवति, खलु? तत्तु वयं सन्धिकार्यं भूत्वा तत्र किं भवति इति वदतु. उः अनन्तरम् ई अस्ति, उरिद् इति भवति, उरिद् धातोः इति भवति. उरित् इति भवति चेत् प्रायः तत्र उरित् इति चेत् अवगन्तुं शक्यते. अतः एव व्याख्या दीर्घऋकारः इति न अवगन्तुं शक्नुमः. दीर्घऋकारः इति अवगन्तुं न शक्नुमः. उः इति वदति चेत् तत्र ह्रस्वः दीर्घः प्लुतः यत्किमपि भवितुमर्हति इति वयम् अवगन्तुम् अपि शक्नुमः. केवलं दीर्घः इति न अवगन्तुं शक्नुमः. उः इति तत्र दीर्घऋकारस्य अपि षष्ट्यन्तं, ह्रस्वऋकारस्य अपि षष्ट्यन्तम् इति कृत्वा अवगन्तुं न शक्नुमः दीर्घऋकारस्य वा कस्य वा इति कृत्वा तत्र इदानीं तपरकरणम् आवश्यकं वा न वा? आवश्यकं भवति, न तु दीर्घत्वं कथं दर्शयति? न आवश्यकं कथं भवति इति प्रतिपादयतु. केवलं ऋकारः इति वदामश्चेत् उः इत्यस्य स्थाने इद् आयाति इति सूत्रं वदति चेत् ह्रस्वऋकारस्य स्थाने अपि इद् भवति इति यदि वयम् अवगच्छामः तदा किं भवति, अनिष्टरूपाणि भवन्ति, खलु? अस्माकं तु केवलं दीर्घऋकारस्य एव, ह्रस्वऋकारस्य परे यदि इक् वर्णः भवति तदा तु उरण्परः इत्यनेन किमपि भवति. अत्र पश्यतु, अत्र ऋत इद्धातोः इत्यत्र ऋतः इति षष्ट्यन्तं, तत्र ऋत इत् अनयोः तत्र किं कार्यं जातं, तत्र विसर्गः कुत्र गतः? तत्र अकारात् अनन्तरं विसर्गः भवति चेत् लोपशाकल्यस्य इत्यनेन लोपः भवति, लोपः अभवत्. अतः अत्र वस्तुतः ऋत इत्यत्र तपरकरणं नास्ति चेत् भवती किं वक्तुम् इच्छति इति चेत् षष्ट्यन्तम् अस्ति, तत्र सन्धिकार्यं भूत्वा उरित् इति भवति चेत् तदानीं न ज्ञातुं शक्नुमः ह्रस्वः दीर्घः वा इति न ज्ञातुं शक्नुमः. अतः आवश्यकम् इति वदति भवती, खलु? आम् आम् परन्तु तत्र ह्रस्वरुकारस्य तु अन्य सूत्राणि सन्ति खलु, ह्रस्वरुकारस्य अन्ते ह्रस्वरुकारः भवति चेत् तस्य अनन्तरम् ईकारः आयाति चेत् किं भवति, पितृ ऋकारात् अनन्तरम् इक् वर्णः अस्ति चेत् भिन्नकार्यं भवति खलु, अङ्गकार्ये अङ्गकार्ये पृच्छति वा अथवा न उरण्परः न आयाति वा, न उदाहरणं वदतु कुत्र ह्रस्व ऋकारः यदि पदान्ते अस्ति यथा पितृ, पितृ इच्छति नो पितृ इति न भवति, सन्धिकार्यमेव गुणसन्धिकार्यं खलु, गुणसन्धि भवति, हा तदेव गुणसन्धि भवति, अतः दीर्घऋकारस्य एव भिन्नरूपम् इष्टम् इच्छति इति तपराकरणम् आवश्यकं भवति, न तु परन्तु अष्टाध्यायी डाट् काम् मध्ये तपरकरणम् अनावश्यकम् इति उक्तम्, अन्यस्य किमपि चिन्तनमस्ति वा, तपरकरणम् अनावश्यकं, किमपि तु आवश्यकम्, न तु दीर्घऋकारः इति कथं ज्ञातुं शक्नुमः, न तपरकरणम् अनावश्यकम् इति चेत् तत्र कथं ज्ञायते, इदानीं भवती प्रतिपादितवती तत्र उहु इति एव आवश्यकम् इति नास्ति, अन्य कोऽपि वर्णः तु भवति चेत् एव दीर्घऋकारः इति, परन्तु अन्यवर्णस्य स्थापनेन कथं ज्ञायते तत्र उच्चारणं, तदेव सः अन्येषु स्थलेषु अपि तकारस्य उपयोगः कृतवान् अस्ति, अतः तकारः अत्र आवश्यकम्, हा तकारः एव आवश्यकः न तु अन्यः वर्णः, अन्यत्रापि सर्वत्र तत्र तपरकरणस्य एव प्रयोगः कृतः उच्चारणार्थं, एदयितोः तत्र तु तपरकरणं नास्ति उच्चारणार्थः एव खलु, तदेव तत्र यत्र यत्र तकारः अस्ति कुत्रचित् तपरकरणं कुत्रचित् उच्चारणार्थः इति उक्तम्, तदेव इति उक्तं खलु, अस्तु अत्र अन्यस्य अन्यस्य किमपि चिन्तनमस्ति वा, वंशी भगिनी भवत्याः किमपि चिन्तनम् आसीत् खलु, नमस्ते भगिनि, तत्र आवश्यकमेव इति भवति, यतोहि यदा तत्र उहु इति वदामः तर्हि तत्र तु ह्रस्वरुकारः अपि भवितुम् अर्हति दीर्घरुकारः अपि भवितुम् अर्हति, अत्र स्पष्टीकरणार्थं रुत इति एव उक्त्वा तत्र दीर्घरुकारस्य एव ग्रहणं भवेत् इति पाणिनेः आशयः इति मम चिन्तनम्, यदि तत्र उहु इत्यत्र उहु इत्यत्र लुप्तषष्टिकम् इति वदामः चेत् तदानीं किं भवति, लुप्तषष्टिकम् इति वदामः चेत् तत्रापि ऋकारस्य षष्ठीविभक्ति उहु एव भवति न, तत्र लुप्तषष्टिकं भवति चेत् अपि उ एव भवति न, तत्र उ भवति, तत्र तु क्लेशः भवति एव, तत्र उ इति वदनेन तत्र कस्यापि ग्रहणं भवितुम् अर्हति, तत्र स्पष्टं नास्ति, अतः ऋत इत्यत्र तु तपरकरणम् आवश्यकम् अस्ति उच्चारणार्थं, तत्र अत्र उच्चारणक्लेश न इत्युक्ते तत्र तपरकरणम् उच्चारणार्थम् आवश्यकं वा, नो चेत् सवर्णसंज्ञानिवारणार्थं, सवर्णसंज्ञानिवारणं स्पष्टीकरणार्थं तु भिन्नवार्ता, परन्तु स्पष्टीकरणार्थं तत्र दीर्घऋकारस्य एव ग्रहणं भवेत् इति स्पष्टं भवेत्, नो चेत् तत्र तदर्थं तपरकरणम् आवश्यकं न तु सवर्णसंज्ञानिवारणार्थं, हा समीचीनं, हा तद् तदपि अस्ति, हा तदपि अस्ति, द्वयोः आवश्यकता अस्ति भगिनि, एकं तु न द्वयोः आवश्यकता इति नास्ति, दीर्घ न दीर्घऋकारः इति वदति चेत् दीर्घऋकारः तु सवर्णसंज्ञां न गृह्णाति एव खलु, समीचीनं समीचीनं न गृह्णाति, न गृह्णाति एव, अतः तत्र अनुदितसवर्णस्य चाप्रत्ययः इत्यनेन सवर्णसंज्ञानां ग्रहणं नास्ति एव, नास्ति, परन्तु तर्हि तपरकरणं किमर्थं कृतं, तपरकरणं किमर्थं कृतं, तत्र ऋकारः इति वक्तुं शक्यते खलु, ऋकारः इति यदि वदति अलोन्त्यस्य इति ऋकारान्तः इति वयम् अवगन्तुं शक्नुमः, ऋकारः इत् धातोः ऋकारः इति षष्ट्यन्तम् इति वद वक्तव्यं खलु ऋकारस्य इति वदति चेत् अवगन्तुं शक्नुमः ऋकार न न न न ऋकारः इति वदति चेत् इत्युक्ते तत्र ऋकारः इति साक्षात् वक्तव्यम् इति वदति वा बहवः वर्णाः भवन्ति खलु ऋ इति वदति चेत् तत्र ऋ इत्यस्य षष्ट्यन्तं स्वीकर्तव्यं भवति खलु परन्तु सूत्रे अवगन्तुं शक् सूत्रस्य उपयोगः किमर् प्रयोजनं किमर्थं मेसेज् अस्मि इदानीं सूत्रं कथं भवति यथा भवती वदति इदानीं सूत्रं परिष्कृत्य वदतु कथं भवति सूत्रं ऋकारस्य इत् धातोः इति वदति चेत् न ऋकार केवलं ऋकारः इति वा ऋकारस्य इति वदति चेत् अलोन्त्यस्य इत्यनेन ऋकारान्तस्य इति वयं न परन्तु तत्र मात्रालाघवम् अपेक्षितं खलु ऋका बहवः स्थाने सः मात्रालाघवं कुत्र कृतवान् अस्ति एतत्तु कृतवान् न न बहुत्र कृतवान् बहुत्र न कृतवान् इत्यपि अस्ति खलु अन्यतरस्य परन्तु कुत्र अस्ति आकारः ईकारः उकारः तादृश उल्लेखः कुत्रापि नास्ति तत्र बहवः वर्णाः सन्ति ककारः आकारः रेपः आकारः बहवः वर्णाः सन्ति अतः तत्र ऋकारः इति साक्षात् वदनस्य अपेक्षया अत्र ऋत इति वदने एव लाघवम् ऋ इति वदनेन तत्र षष्टिविभक्ति कथं भवति स्थाने कथं भवति तदपि चिन्तनीयं किल ऋ इति वदति चेत् तत्र उः एव भवति षष्ट्यन्तं षष्ट्यन्तं अतः क्लेशः अस्ति तत्र भगिनी वदति ऋकारः इति साक्षात् वदतु इति ऋकारः इति वदतु तपरकरणं मास्तु परन्तु ऋकारः इति वदति चेत् अत्र बहवः वर्णाः सन्ति लाघवं नास्ति अतः तपरकरणेन अत्र किं कृतम् इति चेत् ऋत इत्यत्र तपरकरणेन स्पष्टीकरणं भवति अत्र केवलं दीर्घ ऋकारस्य एव ग्रहणं न तु सवर्णसंज्ञायाः निवारणार्थम् आं भगिनि सवर्णं तु एवमेव न गृह्णाति अस्तु इदानीम् इत् इत्यत्र किम् अस्ति इत् इत्यत्र तु दीर्घ ह्रस्व इकारः अस्ति अतः तपरकरणतया इत् इति विधीयमानः वा अविधीयमानः वा विधीयमानः विधीयमानः आदेशः अस्ति विधीयमानः अस्ति सवर्णान् गृह्णाति वा न वा हा गृह्णाति सोरि विधीयमानः अस्ति न गृह्णाति सवर्णान् न गृह्णाति विधीयमान आदेशः सवर्णान् न गृह्णाति अतः अत्र ईकारः इति वदति चेत् सवर्णानां ग्रहणं न भवति खलु आम् आम् तर्हि तत्र तपरकरणं किमर्थं कृतम् तत्तु सूत्रं सम्यक् श्रोतुं वक्तुं भवति इति तावदेव तत्र केवलं उच्चारणसौलभ्यार्थं विशेषप्रयोजनं किमपि नास्ति इति यदि वदति भिन्न अर्थः तु न जायते अतः ह्रस्व इकारस्य एव धातोः ई धातोः इति वदनस्य अपेक्षया इद् धातोः इति वदामः चेत् सौलभ्यमस्ति सौलभ्यमस्ति सौलभ्यमस्ति उच्चारणसौलभ्यार्थम् इकारः इत् इत् इति उक्तं तपरकरणं तत्र कृतमस्ति अस्तु एवम् एव अन्येषु स्थलेषु अपि वयमेव चिन्तनं कर्तुं शक्नुमः अनुदित्सवर्णस्य च प्रत्ययः इति सूत्रस्य आधारेण सर्वत्र एवम् एव भवति इति वयम् अवगन्तुं शक्नुमः वयं स्वयं विचारं कर्तुं शक्नुमः अत्र कोऽपि प्रश्नः अस्ति वा लक्ष्मीभगिनी अवगतं वा हा भगिनी यद्वा तत्वा अवगतवती पुनः किञ्चित् यद्वा तत्वा अवगतवती वा किञ्चित् यत्तस्य विषये यत्तस्य विषये अपि मया न उक्तं तत् इत्यस्य विषये अपि मया न उक्तं मया तु तत्र अनुदित् सवर्णस्य चा प्रत्ययः इति सूत्रस्य विषये उक्तं तदवगतं वा अवगत स्पष्टता किञ्चित् नास्ति भगिनि अत्र किम् अवगतम् इति वदतु किम् अवगतवर्गे भवती नासीत् खलु किञ्चित् विलम्बेन आगतवती सत्यम् अनुदित् सर्व सवर्णस्य चा प्रत्ययः इति अत्र चा अप्रत्ययः इति भवति. अप्रत्ययः इत्युक्ते अविधीयमानः इति अर्थः. विधीयमानः इत्युक्ते आदेश आगमः एव भवति. अतः अप्रत्ययः इति वदनेन अविधीयमानः इति वदनेन यः ये आदेशः अपि नास्ति आगमः अपि नास्ति ते अविधीयमानः. अण् इति वदनेन प्रत्याहारे आ इति आरभ्य लण् पर्यन्तं ये वर्णाः सन्ति तेषां ग्रहणम् इत्युक्ते अण् प्रत्ययस्य प्रत्याहारस्य उदित् उदितः च सवर्णसंज्ञा भवति यत्र ते अविधीयमानः अस्ति. अविधीयमानानां सवर्णग्रहणं भवति अण् अपि च उदित् इत्येषाम् इत्यनयोः इति उक्तम्. अत्र ऋतै धातोः इति इत्यत्रापि ऋ इति अविधीयमानः अस्ति यतोहि तत् अङ्गस्य भागः. ऋतै धातोः इति सूत्रं प्रति आगच्छतु. इदानीम् अनुदित् सवर्णस्य चाप्रत्ययः इति सूत्रं सम्यक्तया अवगतं वा? अत्र अण् इत्यनेन अत्र चाप्रत्ययः इत्यनेन अप्रत्ययः इत्यस्य अन्वयः केवलम् अण् इत्यनेन सह एव भवति, न तु तत्तु न अवगतवती. अप्रत्ययः इति अण् इत्यस्य एव अन्वयः वा? अस्तु, अविधीयमानः अण् यत्र अस्ति तेषां सवर्णानां ग्रहणम्. उदित् इत्यस्य अविधीयमानः अपि उदित् उदित् अस्ति चेत् तेषां सवर्णग्रहणं न भवति इति वा भगिनि? उदित् सवर्ण भवति. उदित् अस्ति अतः तदेव विधीयमानः चेदपि उदित् इत्यस्य सवर्णग्रहणं भवति. वर्गीय वर्णानां स्थाने छ छ झ ध ञ इत्येषां सर्वेषां स्थाने केवलं ककारः आदेशरूपेण आयाति. तत्तु अनिष्टमस्ति. बहुत्र इष्टसिद्धिः न भवति, रूपसिद्धिः न भवति. तत्र कथं भवेत् इति चेत् चकारस्य स्थाने ककारः, महाप्राणचकारस्य स्थाने खकारः इति एवं रीत्या क्रमेण भवेत् आदेशाः. तत् कथं प्राप्यते इति चेत् अविधीयमानः इति यत् पदं सूत्रे अस्ति, अनुदित्सवर्णस्य च प्रत्ययः इत्यत्र अप्रत्ययः इति पदम् अस्ति, तत् पदं तस्य अन्वयः केवलम् अण् इत्यनेन सह एव भवेत्, न तु उदित् इत्यनेन सह. उदित् इत्यनेन भवति चेत् क्लेशः जायते सर्वत्र. अतः अविधीयमानः विद्यमानः इति चिन्तनं केवलम् अण् विषये एव वयं कुर्मः. तर्हि अण् आदेशरूपेण अस्ति चेत् विधीयमानः, आदेशरूपेण नास्ति चेत् अविधीयमानः. तर्हि स्थानिनः सर्वेषाम् अविधीयमानः. अतः यत्र स्थानिनः विषये तत्र अण्वर्णः अस्ति चेत् तत्र वयम् अविधीयमानः इति कृत्वा सवर्णानां ग्रहणं भवति. तत्र स्थानिनः विषये एव सवर्णानां ग्रहणस्य चिन्तनं करणीयम्. आदेशस्य विषये सामान्यतया सवर्णानां ग्रहणस्य चिन्तनं न कर्तव्यं, यतोहि तत्र विधीयमानः अस्ति, विधीयमानाः सवर्णान् न गृह्णाति. तर्हि तत्र केवलम् एकः अपवादः अस्ति, उकारः. उकारं विहाय अन्यत्र सर्वत्र सवर्णान् न गृह्णाति इति अत्र सारांशः. इति सूत्रार्थः अवगतः वा? इत्युक्ते उकारः विधीयमानः भवतु अविधीयमानः भवतु सवर्णस्य ग्रहणं नास्ति. न उकारः विधीयमानः भवतु अविधीयमानः भवतु सवर्णान् गृह्णाति. अस्तु, गृह्णाति. अस्तु, ओके, क्षम्यताम्. सवर्णान् गृह्णाति, परन्तु अन्ये ये वर्णाः सन्ति अण् प्रत्याहारे, विधीयमानः अस्ति चेत् सवर्णान् न गृह्णाति, अविधीयमानः अस्ति चेत् सवर्णान् गृह्णाति. अवगतं वा सूत्रार्थः? हा, अवगतं भगिनि. अत्र एकः प्रश्नः, अत्र उदित् इत्यस्य विग्रहं कथं भवति? इदित् इति वदामः चेत् इत् इत्यस्य सः इति भवति. इदानीम् उदित् इति वदामः चेत् अत्र तदेव यदि इदानीम् उक्तवती तदेव वदतु ऊ इत्यस्य सः इति उत् इत्यस्य सः खलु उत् उत्तित् उत्तित् किन्तु ह्रस्वौकारः अत्र उत् इत्यस्य उद् इत्रस्ति वा अत्र कूचुटु कूचुटु सर्वत्र ऊकारः अनुनासिकः कूचुटु तूपु इत्यत्र सर्वत्र उकारः अनुनासिकः अतः उदित इत्युक्ते उकारस्य इत्संज्ञा ओके उत् इत्यस्य सः उदित् इति अस्तु इदानीम् अस्ति वा स्पष्टता भगिनी स्पष्टता अस्ति भगिनी अविधीयमानः अण् इत्यस्य सवर्णानां ग्रहणं भवति किन्तु उकारः उदित् वर्णानां निधीयमानः भवतु अविधीयमानः भवतु सवर्णानग्रहणं भवति इति अस्तु धन्यवादः भगिनि तर्हि इदानीं सूत्रार्थः इदानीं सूत्रार्थः अवगतः चेत् तस्य अन्वयः यत्र कुत्रापि भवती स्वयं कर्तुं शक्नोति मम आवश्यकता नास्ति सूत्रार्थः स्पष्टः चेत् भवती एव स्वयं सूत्रार्थं स्वीकृत्य अत्र अन्वयः भवति वा नास्ति वा इति स्वयं चिन्तनं कर्तुं शक्नोति अतः ऋत धातोः विषये भवत्याः स्पष्टता नास्ति चेत् भवती स्वयं चिन्तनं करोतु अनुदित् सवर्णस्य चाप्रत्ययः इति सूत्रं स्वीकृत्य स्वयं चिन्तनं करोतु अस्तु भगिनि अत्र च इति किमर्थमस्ति भगिनि अनुदित् सवर्णस्य च प्रत्ययः अनुदित् सवर्णस्य तत्र च किमर्थमस्ति किं विजयलक्ष्मी भगिनि तदेव उदित् च सवर्णस्य उदित् सवर्णस्य द्वयोः इत्यतः च अनुदित् सवर्णस्य च प्रत्ययः तत्र चकारस्य द्वयोः द्वयोः अर्थे आगच्छति खलु महोदय अण्ड् अण्ड् एव एण्ड् अण्ड् अण्ड् इति अर्थे आगच्छति वा तत्र च उदित् सवर्णस्य अपि अपि उदितः इति वक्तव्यमासीत् खलु कुत्र अनुदित् सवर्णस्य उदितः सवर्णस्य च किमर्थम् उदितः इति वक्तव्यम् सानि नास्ति खलु तत्र सन्धि अस्ति वा उदित् सवर्णस्य इति कुत्र अस्ति सन्धि अनुदित् इत्यत्र सन्धिः कुत्र उदित् इत्युक्ते उत् इत्यस्य सः उदितानां ग्रहणम् अपि भवति सवर्णानाम् अपि ग्रहणं भवति उदितानाम् अपि ग्रहणं भवति सवर्णानामपि ग्रहणं भवति इति नास्ति च इत्युक्ते अनुदित् सवर्णस्य च अप्रत्ययः इति अत्र च इत्यनेन अहं किं चिन्तयामि इति चेत् अत्र अत्र वस्तुतः एकवारं तुल्यस्य प्रयत्नं सवर्णम् इति एकम् एतस्मात् पूर्वमेव अस्ति खलु तुल्यस्य प्रयत्नं सवर्णं तुल्यस्य प्रयत्नं सवर्णम् इत्यस्य सङ्ख्या का 119 अस्य सूत्रस्य 1169 सो अनुवृत्तिरूपेण स्वं रूपम् इति आगच्छति भगिनि तदर्थं तत्र च इति अस्ति तदर्थं च अस्ति पूर्वस्मात् सूत्रात् पूर्वं सूत्रमस्ति स्वं रूपं शब्दस्य शब्दसंज्ञा इति अस्ति अत्र अनुदित् सवर्णस्य स्वं रूपम् अत्रापि स्वं रूपम् इति भवतु यथा पूर्वस्मिन् सूत्रे स्वं रूपम् इति अस्ति तथा अत्रापि तथैव भवतु इत्युक्ते तत्र अ इति वदामः चेत् अ इति स्वस्य रूपस्यापि ग्रहणं भवति सवर्णस्य च स्वस्य रूपस्य सवर्णस्य च इति अस्ति ओ अस्तु अस्तु अतः अ इति वदामः चेत् तत्र केवलं सवर्णानामेव ग्रहणम् इति नास्ति, स्वस्य रूपस्यापि ग्रहणम्। अविधीयमानः अण् उदित् च इति न भवति वा भगिनि? अविधीयमानः अण् उदित् च इति वा? अनुदित् इत्यत्र अनुदित् इत्यत्र समासः अस्ति वा? अनुदित् तत्र तु समासः अनुदित् इति भवति। अत्र समासः अस्ति खलु, कीदृशसमासः? अञ्च उदिच्य इति। अञ्च उदिच्य इति तत्र किम्? इतरेतरद्वन्द्वः अस्ति चेत् किं भवेत् तत्र? सारि, समाहारद्वन्द्व न, इतरेतरद्वन्द्वः अस्ति चेत् किं भवति रूपम्? अनुदितौ, अनुदितौ इति भवेत्। इदानीं किम् अस्ति? अनुदित् तस्य, अतः समासः कः? अनुदित् अञ्च उदिच्य समाहारद्वन्द्व अनुदित् अनुदित् अञ्च उदिच्य इत्येतेषां समाहारः इति कृत्वा समासः कः? समाहारद्वन्द्व। समस्तपदं किम्? अनुदित् अनुदित् इति एकवचने भवति। अनुदित् इति समाहारद्वन्द्वः एकवचने भवति इति कृत्वा अनुदित् इति एकवचने अस्ति, द्वन्द्वसमासः अस्ति, अतः षष्ट्यन्तं किमपि नास्ति तत्र, प्रथमान्तमस्ति। अनुदितः इति किमपि नास्ति अत्र, स्थानिनः उल्लेखः नास्ति अत्र किमपि। तत्र अनुदित् सवर्णस्य स्वं रूपस्य च ग्रहणं भवति अप्रत्ययः इति उक्तम्। अप्रत्ययः अण् उदित् सवर्णस्य स्वं रूपं च गृह्णाति। अस्ति वा स्पष्टता? इदानीमपि संशयः अस्ति वा? अस्ति, अस्तु। इदानीम् एवं तत्र एवं किञ्चित् अवगम्य सूत्रे सर्वेषु सूत्रेषु अन्वयः कार्यः, स्वयमेव कार्यः। अस्तु, अग्रे गच्छामः वा? इदानीं तत्र मातुः पुस्तकात् किञ्चित् पश्यामः, अनन्तरम् अग्रे गच्छामः। तत्र दिवादिगणः इति अस्ति वा सर्वेषां पुरतः मातुः पुस्तकम्? भगिनि तर्हि तत्र दिवादिगणः इति पाठः अस्तु, तत्र पुटसङ्ख्या सूर्यकुमारी भगिनी पठति वा? पुटसङ्ख्या मम पुस्तके 82 द्वाशीतितमे पृष्ठे। न, तस्मात् पूर्वं दिवादिगणे दिवादिभ्यः शनैः झटिति तत्र द्वाशीतिः एव अस्माकं पुस्तके अपि द्वाशीतिः। अस्तु, तर्हि सूर्यकुमारी पठतु। दिवादिभ्यः स्यन् तृतीय अध्याये प्रथमपादे नव सूत्रसङ्ख्यायाः पठनस्य आवश्यकता नास्ति, केवलं सूत्रं पठतु। दिवादिगणे चतुर्विंशत्यधिकशतं धातवः सन्ति येभ्यः चतुर्विंशति वा? किमर्थं चतुर्विंशति? चत्वारिंशत् क्षम्यताम्, चत्वारिंशति अधिकशतं, चत्वारिंशत् अधिक शतोत्तरचत्वारिंशत् वा भगिनि? किं शतोत्तर शतोत्तरं चत्वारिंशः धातवः सम्यक् वा? चत्वारिंशत् अधिक एकशतं, चत्वारिंशत् अधिक एकशतम् इति सम्यक्, अतः शतोत्तरं चत्वारिंशत् इति अपि वक्तुं शक्यते इति भाति। एभ्यः स्यन् भवति कर्तार्थके सार्वधातुके, सेन् प्रत्ययोऽयं सित्वात् सार्वधातुकोऽस्ति किन्त्वत्र नास्ति पकार इत् अतोऽयमपि सार्वधातुकः अत्र अत्रातितो सिसूत्रं वर्तते तिवादिगणे चत्वारिंशदधिकशतं धातवः सन्ति येभ्यः सेन् भवति कर्ताधिके सार्वधातुके सेन् प्रत्ययः अयं सित्वात् सार्वधातुकः अस्ति किन्तु अत्र नास्ति पकारः पकार इत् अतो हि अयं पित् सार्वधातुकः अत्र अत्र अतिशेषसूत्रं वर्तते अत्र किम् अहं वदामि इति चेत् एतत् सर्वम् अस्माभिः पूर्वमेव पठितम् इति कृत्वा एकवारं पठित्वा गच्छामः प्रतिपादनस्य आवश्यकता नास्ति कुत्रचित् संशयः अस्ति चेत् पृच्छन्तु पठतु सार्वधातुकम् अपित् सार्वधातुकं यद् यद् अपित् तद् निद्वत् भवति अत्र एतं वधेयम् अत्र इदं वधेयं क्षम्यता वधेयं नास्ति सम्यक्तया पठतु अत्र इदम् अवधेयम् अत्र इदम् अवधेयम् ओके सार्वधातुकप्रत्ययानां द्वौ विभागौ स्तः पितः अपि तच्च विकरणेषु सप्रत्ययः पित् सार्वधातुकः तिन् प्रत्ययः शप् प्रत्ययः खलु पित् विकरणेषु शप् प्रत्ययः विकरणेषु सप्रत्ययः पित् सार्वधातुकः तिन् प्रत्ययेषु तिप् सिप् मिप् एते पितः अतः अन्ये सर्वे सार्वधातुकप्रत्यया अपितः सन्ति इति भवेदेव विज्ञानम् एते सर्वे अपित् सार्वधातुकप्रत्यया निद्वत् भवन्ति नित्वात् तेषु परतः तानि सर्वाणि कार्याणि भवन्ति यानि भवन्ति इत्सु नित्सु प्रत्ययेषु परतः समीचीनम् इति अपि अस्माभिः ज्ञातम् आम् खलु समीचीनं धन्यवादः भगिनि इदानीं तत्र शोभा भगिनी अग्रे संशयः अस्ति चेत् प्रष्टुम् अर्हति परन्तु किमपि न अवगतं चेत् पृच्छन्तु शोभा भगिनी 82 भगिनी यत्र भवती विशेषदातवः इति उक्तं तस्मात् किञ्चित् तस्मात् पूर्वं साक्षात् पूर्वम् दिवादिगणस्य विशेषदातवः इति भवत्या उक्तं खलु तस्मात् साक्षात् पूर्वम् उपरि शूलाक्षरैः अस्ति अत्र नित्सु इति आरभ्य शोभा भगिनी अस्ति वा आम् आं पठामि भगिनि नित्सु प्रत्ययेषु त्रीणि कार्याणि भवन्ति एव निति च नितिनिमित्ते ये गुणवृद्धिः प्राप्नुतस्ते ते न भवतः पि योगः शन् योगः ते पीयते पुष् योगः शन् योगः ति पुष्यति ग्रही तत्र अस्तु ग्रहिज्या वै व्यधि वस्ति विचति वृच्छति पृच्छति बृच्छतीनां निधि च ग्रह ज्या वै व्यध् वश् व्यच् प्रश्च प्रश्च ब्रश्च येषां सम्प्रसारणं भवति किति निति प्रत्यये परतः वेद्ययोगः श्यन् योगः ति विद्यति तत्र तस्मिन् सूत्रे वेद्यति एकमेव धातु दिवादिगणे अतः तदेव उदाहरणं दत्तं तत्र अनिदितां हल उपधायाः क्निति अनिदितां धातूनां हलन्तानाम् उपधानकारस्य लोपः भवति किति निति प्रत्यये परतः भ्रंश योगः श्यन् योगः ति भ्रश्यति इति तत्र नकारस्य लोपः भूत्वा भ्रश्यति इति एव तिष्ठति अन्यानि कार्याणि यथास्थानं वक्ष्यन्ते इति समीचीनम् इति एतावता तु स्पष्टता अस्ति खलु दिवादिगणे दिवादिभ्यः श्यन् इत्यनेन श्यन् प्रत्ययः भवति इति ज्ञातम् अनन्तरं श्यन् प्रत्ययः अपित् इति अपि जानीमः अपित् अपित्वात् तत्र सार्वधातुकम् अपित् इत्यनेन यः प्रत्ययः अपित् सः प्रत्ययः निद्वद् भवति निद्वत् भवति चेत् किनिति च इति सूत्रेण गुणनिषेधः इति सामान्य अवगमनम् अस्ति तर्हि तत्र सार्वधातुकप्रकरणे वयं पश्यामः चेत् पित् प्रत्ययः इति कश्चन अस्ति अपित् प्रत्ययः अपित् प्रत्ययाः इति केचन सन्ति अपित् प्रत्ययाः सर्वे तत्र निद्वत् भवन्ति निद्वत् भवन्ति चेत् कतिचन कार्याणि भवन्ति कानि तानि कार्याणि इत्युक्ते अत्र त्रीणि कार्याणि प्रमुखतया भवन्ति एकं तु क्निति च इति सूत्रेण गुणनिषेधः ग्रहिज्या वयि व्यधि वष्टि विचति पृच्छति पृच्छति बृजतीनां निति च इति सूत्रेण तत्र सम्प्रसारणम् अनन्तरम् अनिदितां हल उपदायाः क्निति इति सूत्रेण उपदायाः नकारस्य लोपः अनिदिधातूनाम् इति त्रीणि कार्याणि तत् अवगतम् इदानीम् अग्रे पश्यामः अत्र अग्रे उषा भगिनी पठति वा सार्वधातुकम् अपित् इति अतिदेशसूत्रं वा आम् अतिदेशः अस्ति खलु अपि प्रत्यये नित्वम् अध्यारोप्यते इति कृत्वा अतिदेशः धन्यवादः दिवादिगणस्य विशेषधातवः 998-2022 इत्यन्तानां धातूनां कृते इमे विशेषाः ऋसि न त्रसि सारि त्रिस् त्रसि उद्वेगे त्रस् इति धातु कुत्र अस्ति त्रसि तत्र तस्मात् पूर्वं यसोनुपसर्गात् इति सूत्रमस्ति खलु देट् कम्स् नेक्स्ट् भगिनि यसु प्रपत्ने यसु प्रयत्ने देट् इस् फर् द नेक्स्ट् धातु भगिनि अत्र मम पुस्तके तु सूत्रमस्ति यसोनुपसर्गात् इति प्रथमतया सूत्रं तदनन्तरं यसु देट् कम्स् भगिनि बट् इन् दिस् इट् त्रसि अण्ड् देन् ज्ञा जनोर्ज अण्ड् देन् यसोनुपसर्गात् अण्ड् देन् अस्तु क्रमः भिन्नः अस्ति अस्तु पठतु यथास्ति तथा पठतु ओके त्रसि उद्वेगे त्रस् इति धातु उद्विग्नहोना त्रस्त् होना त्रस्य इति अङ्गं भवति त्रस्यति त्रस्यति त्रसति इति अपि अस्ति उद्वेगः त्रासः भयं ज्ञाजनोर्जा ज्ञा जन इत्येतयोः इत्येतयोः जत् जतिषः भवति क्षितिपरतः जतिषः भगिनि इत्येतयो जदिषः अत्र आदेशः आदेशः जतिषः जादेशः इति भवेत् शुड् बि बट् इट् न करेक्ट् इत्येतयोर्जादिषो ओ जादेशः न जादेशः इत्येव अस्ति योर् इति अस्ति खलु रेपः रेपः आन् टाप् ओके दट् लुक्स् लैक् जा एव अस्ति खलु तत्र दृश्यते सम्यक्तया न दृश्यते भगिनि ज आदेशः भवति क्षितिपरतः आम् न्याजनोर्जादेशः भवति न तु जदिशः इट् लुक्स् लैक् यसोनुपसर्गात् वा शप्श्यनौ भवतः सम्यसश्च सम्पूर्वात् यसो वा सप्श्यनौ भवतः अनन्तरं यसु प्रयत्ने यस्तं तस्मात् पूर्वं सूत्रं मम पुस्तके एव नास्ति एव किमस्ति सूत्रं सम्यसश्च सम्पूर्वात् 3172 अनन्तरम् इमिडियट् साक्षात् अनन्तरं भगिनि यसो अनुपसर्गात् 3171 तद् मम पुस्तके नास्ति भगिनि भवती यद् वदति मम पुस्तके नास्ति तत् नूतनपुस्तकमस्ति नूतनपुस्तकमस्ति पेज् 86 इन् मै बुक् आं भगिनि नास्ति चिन्ता अतः उषा भगिनी चिन्तयन्ति तत्र अग्रे अस्ति अहं न पश्यामि इति चिन्तयति मम पुस्तके नास्ति एव अतः न पश्यामि अस्तु समीचीनम् अग्रे सूत्रद्वये किम् उक्तं तत्र यसोनुपसर्गात् इति सूत्रम् अन्यत् सूत्रं सम्यसश्च सो यसो अनुपसर्गात् वा शप् श्यनौ भवतः सम्यसश्च सम्पूर्वात् यसो वा यसोनुपसर्गात् इत्यत्र यसोनुपसर्गात् इत्यत्र किम् अस्ति सूत्रार्थः यसः अनुपसर्गात् वा सप्श्यनौ भवतः यसः षष्ट्यन्तं यस् यस् यसु प्रयत्ने इति धातुः अस्मिन् गणे अस्ति खलु दिवादिगणे अनुपसर्गात् अपि शप् अथवा श्यनौ भवतः अनुपसर्गात् अपि वा विभाषा शप् श्यनौ भवतः शप् अण्ड् श्यन् भवतः सो श्यन् इति आल्रेडि अस्ति शप् अपि आगच्छति इति भवति यसति सः रूपद्वयं सम्भवति यस्यति यसति आं भगिनि अग्रिमसूत्रं सम्यसश्च सम्पूर्वात् यसः वा शप् श्यनौ भवतः सो सम्पूर्वात् वै सेपरेट्लि सम्पूर्वात् यसः वा शप् श्यनौ भवतः सम् यस्यति सम्पूर्वस्मिन् सूत्रे अनुपसर्गः इत्यस्य कः अर्थः विदौट् उपसर्गात् अनन्तरम् अथवा अनुपसर्गः विग्रहवाक्यं वदतु अन् उपसर्गः पूर्वः अनुपसर्गः अनुपसर्गः इत्यस्य विग्रहवाक्यं न उपसर्गः इति नैतादृशसमासः इदानीं तत्र अधर्मः इति वदामः चेत् तत्र न अनश्वः इति वदति चेत् अनश्वः इत्यस्य विग्रहवाक्यं किम् न अश्वः यत्र नञ् तत्पुरुषसमासे उत्तरपदम् अजादिः अस्ति चेत् तदानीं सामान्यतया अधर्मः इति वदामः चेत् न धर्मः अधर्मः नञ् इत्यस्य अ इति अवशिष्यते नकारस्य लोपः भवति अ इति अवशिष्यते तर्हि अयोगः धर्मः अधर्मः इति भवति परन्तु यत्र उत्तरपदम् अजादिः अस्ति यथा अश्वः न अश्वः इति यदा वदामः न इत्यत्र नकारस्य लोपः भवति अवशिष्यते अश्वः अत्र नुडागमः भवति अतः अन् अश्वः अनश्वः सूत्रे पूर्वस्मिन् सूत्रे उपसर्गरहितः यस् धातोः शप्ष्यन् भवतः इति उक्तम् अत्र उपसर्गः सम्यसश्च उपसर्गः सम् इति अस्ति चेत् अपि शप् श्यन् भवतः इति वदति सूत्रं सम्यसश्च रूपमपि उक्तं वा न भगिनि संयस्ति संयस्यति यथा पूर्वं रूपमस्ति यस्यति यसति इदानीं सम् इति योजयामः तावदेव अतः वस्तुतः रूपद्वयं भवेत् खलु सम् इति उपसर्गः अस्ति अतः अत्र रूपद्वयं भवेत् खलु आं भगिनि शपञ्चन् इति रूपद्वयमपि अस्ति परन्तु सम् इति उपसर्गं योजयित्वा वा इत्यस्मात् विभाषा अस्ति. सो संयोगः यस्यति, इदानीं तत्र किं भवति सन्धिः? संयोगः यस्यति संयस्यति अथवा संयस्यति. मकारः एतावत् तिष्ठति, नो चेत् मकार अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णः नास्ति. मकारः प्रथमतया सम् इत्यत्र मकारस्य अनुस्वारः भवति केन सूत्रेण? यतोहि सम् इति पदम् अस्ति, मोनुस्वारः इत्यनेन मकारस्य अनुस्वारः. तत्पश्चात् वा पदान्तस्य वा भगिनि, वा पदान्तस्य, वा पदान्तस्य इत्यनेन परसवर्णः. अतः तत्र वस्तुतः रूपचतुष्टयम् अस्ति, द्वित्वमपि भवति वा, द्वित्वमपि भवति वा इति भवती वदतु केन सूत्रेण कथम् इति वदतु. केन सूत्रेण द्वित्वं भवति? अत्र रूपद्वयमेव भगिनी, अत्र सं यस्यति अनन्तरं सं यसति इति. न, रूपद्वयमिति नास्ति, रूपचतुष्टयमस्ति, यतोहि सम् उपसर्गः अस्ति खलु. अनुनासिकयकार अपि अस्ति, अनुनासिकयकारसहित संयस्यति, संयस्यति इति तत्र भवति. तत्र एकं तु अनुस्वारः अमोनुस्वारः इत्यनेन अनुस्वारः भवति, अनन्तरं वा पदान्तस्य इत्यनेन विकल्पेन रूपम् अनुनासिकयकारः यकारः इति अनुनासिकयकारः यकारः इति. अस्तु, धन्यवादः. अनचिच भवितुम् अर्हति वा भगिनि? अनचिच न न न न अचवर्णः कुत्र अस्ति? नो नो, यकारः एव अस्ति. अस्तु, धन्यवादः. इदानीं धन्यवादः. इदानीं अस्तु, विनय महोदय अग्रे पठति वा. आं भगिनि, वा फ्राश् भाष् रवु क्रवु क्लवु त्रसि त्रुटी लशः भ्राश् भाष् भ्रवु क्रवु प्लवु त्रस् त्रुत् लश् इत्येभ्यः वा शप् श्यानौ भवतः, शप् श्यानौ भवतः. अतः प्रथम त्रसि, त्रसि उद्येगे त्रस् धातु अस्ति, प्रायः त्रसि अत्र सम्पूर्णा दत्तवान्, तत्तु कोऽपि हरस्वस्ति तत् तर्हि अनुनासिक अस्ति तत् तर्हि एव इति भवति. तदनन्तरमेव त्रस् अवशिष्यते. उद्विग्नहोना होना त्रस्तहोना तस्य, अतः त्रस् योगा य तस्य अङ्गः भवति. तदनन्तरं ति आयाति, त्रस्यति दिवादिगणे पदं भवति त्रस्यति. परन्तु यदि परन्तु सूत्र भवादिगणे अपि अन्तर्भूतः, तर्हि शप् आयाति, अथ त्रस् स हलन्तयोग अत्रस भवति. तदन् त्रस अङ्ग अस्ति, तदनन्तरं ति आयाति, त्रसति भवति. ज्ञाजनौर्जः ज्ञा जन इति इति एक क्षणम् इति अस्य वस्तुतः एतद् अभवत्, अग्रे पठतु महोदय. जनी प्रादुर्भावे इति पठतु. जन् ओके, जनी प्रादुर्भावे जन् धातु अस्ति, उत्पन्न होना पैदा होना जाय जाय अंग अस्ति जाय अंग अस्ति तदनन्तरं जायते पदं भवति अत्र मिदेहगुणः भवति शिति परे अतः मिदेहगुणः वयं पठितवान् सार्धातुकार्थपुगन्तलघुपदस्य सम्बन्धे अपि अत्र दीर्घत्वं भवति विदेहगुण कारणेन जन धातु जाय भवति परन्तु न स्मरणामि कोऽपि प्रश्नः दाति य विकरणः अस्ति अतः जायते भवति तदनन्तरं ये ईं मिदा नेहनेः ये प्रत्यय अस्ति अथ यत् भवति मिद् धातुः मिदलन्त अत्र मेद्य भवति मेद्य भवति मेद् मिदगुण कारणेन वेद्य भवति अन्यथा अत्र गुण न भवति यदि गुण न भवति तर्हि प्रायः मिद्यति भवति तदनन्तरं वकारान्त इगुपद्धातवः बहु समीचीनं महोदय बहु समीचीनं धन्यवादः इदानीं तत्र सूत्राणि सर्वाणि सूत्राणि परिचितानि खलु अत्र करपत्रे अपि अस्माभिः पठितानि एव किमपि नूतनं नास्ति विशेषसूत्राणि सन्ति एतेषां धातूनां कृते यत्र धात्वादेशः अत्र ज्ञाजनोर्जा इति सूत्रेण धात्वादेशः भवति ज्ञाजन् अनयोः स्थाने जा इति आदेशः भवति अतः एव जानाति इति रूपं क्रियादिगणे ज्ञाधातोः भवति जन् धातोः अस्मिन् गणे जायते इति रूपमस्ति प्रादुर्भावे अनन्तरं मिदेर्गुणः इति सूत्रेण मिद् धातोः गुणः वस्तुतः श्यन् प्रत्ययः अपि अस्ति इति कृत्वा गुणनिषेधः स्यात् परन्तु अत्र विशेषतया गुणविधानं क्रियते येन मेद्यति इति रूपं मिद् धातोः गुणः गुणः भूत्वा मेद्यति इति रूपं निष्पद्यते अस्तु तर्हि इदानीं पमेला भगिनी अत्र जायते इत्यस्य रूपाणि वदति वा जायते जायते खलु जायते जायते जायते जायेते जायन्ते जायसे जायेथे जायद्वे जाये जायेवहे जाया जाये महे न न द्विवचने बहुवचने पुनः एकवारं वदतु जायावहे जायामहे अस्तु लोटि जायतां जायेथां जायन्थां जायस्व जायेथां जायध्वं जायै जायावहै जायामहै जायत जायेथां जायन्त लङ्गि लङ्गि अजायत नो सोरि सोरि आडगम भवति क्षमताम् अजायत अजायेताम् अजायन्त अजायथा अजायेथाम् अजायत्व न न एकवचने पुनः एकवारं मध्यमपुरुषे एकवचने अजायताः अजायेथाम् अजायध्वम् अजाये ए अजाय अजायावहि अजायामहि सोरि जायेत जायेयातां जायेरन् जायेताः जायेयाथां जायेध्वं जायेय जायेवहि जायेमहि उत्तमम् समीचीनं बहु समीचीनम् अस्तु इदानीं अत्र अरविन्द महोदय त्रसति इत्यस्य सर्वाणि रूपाणि वदति वा त्रसति त्रसति त्रसति त्रसतः त्रसन्ति त्रससि त्रसतः त्रसता त्रसामि त्रसावः त्रसामः इति लट् लोट् अस्ति त्रसतु त्रसतात् त्रसतं त्रसतां त्रसन्तु त्रस त्रसतात् त्रसतं त्रसत त्रसानि त्रसाव त्रसाम त्रसानि इत्यत्र णत्वं भवति वा त्रसानि त्रसानि न न भवति न भवति किमर्थं तृतीयान्तमस्ति कृत्वा सकारः बाधकः अस्ति तत्र खलु अट्कुप्पाम् इत्यनेन सकारः बाधकः अस्तु समीचीनम् इदानीं लङ्गि अतः एव त्रसानि त्रसाव त्रसाम त्रसाम अत्रसत् अत्रसताम् अत्रसन् अत्रसः अत्रसतम् अत्रसता अत्रसाम् अत्रसाव अत्रसाम विधिलिङ्ग् अस्ति त्रसेत् त्रसेतां त्रसेयुः त्रसेः त्रसेतं त्रसेत त्रसेयं त्रसेव त्रसेम उत्तमं बहु समीचीनं धन्यवादः अस्तु इदानीं तत्र अग्रे गच्छामः उमा भगिनी अग्रे पठति वा वकारान्ताः इगुपददातवः मै पेज् नम्बर् इस् 266 अण्ड् आल् मै भगिनी ऐ वास् सर्चिङ्ग् किमर्थं 266 तावान् भेदः कथम् इति न जाने 266 दिवादिगणके सम्प्रसारणी धातु सहजबोध नास्ति भगिनि प्रक्रियानुसारी पाणिनीयधातुपाठः अस्तु तर्हि अन्य कोऽपि पठतु इदानीं तत्र दिवादिगणः विशेषदातवः वकारान्तदातवः इगुपददातवः वकारान्त इगुपदधातवः हलि च रेखान्तस्य वकारान्तस्य च धातु रूपधायाः उपधाया इको दीर्घो भवति हलि अग्रे पठतु ओके दिवु क्रीडा विजिगीषा दिव् लेना खेलना चाहना दीव्य दीव्यति देन् व्यवहार द्युतिस्तुति जीतने की इच्छा करना मोद मद स्वप्न कांति सोना जाना तेजस्वी होना गतिशु प्रशंसा करना प्रसन्न होना व्यापार करना क्रीडा दीव्यन्ति मानवकाः विजिगीषा विजयेच्छा शत्रुं दीव्यति व्यवहारः व्यापारः द्युतिः कान्तिः मोदः हर्षः सन्तुसन्तानः क्षेत्रे विकरणं गर्भादानञ्च अयं धातुः बहु विशिष्टः अस्ति द्विधातुः अतः अस्य विषये अत्र बहूनि सूत्राणि सन्ति द्विधातोः विषये अपि च पश्यन्तु अस्य बहवः अर्थाः सन्ति एकः एव अर्थः इति नास्ति पश्यन्तु बहवः अर्थाः सन्ति अत्र अत्र क्रीडव्यवहारे भवति अतः स्तुति इति अस्ति अनन्तरम् इच्छा इत्यस्मिन् अस्ति व्यापारः इत्यस्मिन् अर्थे अस्ति गतिः इत्यस्मिन् कान्तिः गतिः इत्यस्मिन् अर्थे अपि अस्ति अतः बहवः अर्थाः सन्ति हर्षः तन्तुसन्तानः मदः स्वप्नकान्ति बहवः अर्थाः सन्ति विशेषः अस्ति धातुः अतः तत्र दिव् धातोः दिव् इत्यत्र दीव् अत्र दिवादिगणे आदिमः धातुः अपि दिव् इति उक्तं खलु तत्र दिव् आदिः येषां ते अयमेव धातुः दिव् धातुः. अत्र तु हलीच इति सूत्रेण उपादायः इकः दीर्घत्वं भवति वकारान्तधातुः इति कृत्वा. अस्तु अग्रे. शिवु तन्तुसन्ताने सिव् सीना बोना रोप्ना सीव्य देन् अङ्गं सीव्यति देन् स्त्रिवु स्त्रिव् सूक्ष्ना जानु स्त्रिवु स्त्रिव् नास्ति स्त्रिवु स्त्रिवु स्त्रिवु नाट् त्रिवु स्त्रिवु स्त्रिवु इति अस्ति वा स्त्रिवु इति अस्ति वा तदेव तत्र तत्र एकवारं स्र इति अस्ति भगिनी स्र नास्ति अत्र दोषः अस्ति तदेव भवत्याः एकवारं तत्र करपत्रे उक्तवती खलु स्त्रिव् अस्ति न तु स्त्रिव् इति भवत्येव उक्तवती अत्र दोषः अस्ति स्रिवु इति दिवादिगणीयधातुः तकारः नास्ति तत् तकारः नास्ति परन्तु अत्र तु तकारः नास्ति रकार रेफ रकारः एव सकारात् स्रिव् बिकम् स्रिव् ओके ओके ऋकारान्तस्य नो तत्र गुणः नास्ति नो न ऋकारः नास्ति भगिनि अत्र सकारः रेपः इकारः वकारः उकारः स्रिव् स्रिव् इति अवशिष्यते स्रीव्यति स्रीव्यति इति ओके स्रीव्यति अस्तु अग्रिमम् ष्टिवु निरसने ष्टिव् थूक्ना स्टीव्य स्टीव्यति निरसनं थूक् करणं देन् ओकारान्त इत्यस्मिन् अर्थे अस्ति टु स्पिट् स्टीव्यति इति टु स्पिट् अस्तु समीचीनम् धन्यवादः भगिनी अत्र दीव्यति इत्यस्य रूपाणि वंसि भगिनी वदतु भगिनी वक्तुं न शक्नोमि भगिनी क्षम्यताम् अस्तु अस्तु तर्हि मीना भगिनी वदतु दीव्यति लट्लकारः भगिनी सर्वाणि सर्वे सर्वे लकारः सार्वधातुकलकारः दीव्यति दीव्यतः दीव्यन्ति दीव्यसि दीव्यतः दीव्यत दीव्यामि दीव्यावः दीव्यामः दीव्य लोटि दीव्यतु दीव्यतात् दीव्यतां दीव्यन्तु दीव्य दीव्यतात् दीव्यतं दीव्यत दीव्यानि दीव्याव दीव्याम लनि अदीव्यत् अदीव्यत् अदीव्यत् अदीव्यताम् अदीव्यन् अदीव्यः अदीव्यतम् अदीव्यत अदीव्यम् अदीव्याव अदीव्याम विदुरे दीव्येत् दीव्यतां दीव्येतां दीव्येयुः दीव्येः दीव्येतं दीव्येते दीव्येयं दीव्येव दीव्येम अस्तु समीचीनम् अस्तु इदानीं तत्र अस्तु भवती एव पठतु ओकारान्तदातवः भगिनी ष्ठिवु धातोः षकारस्य सकारः न भवति इति केन इति अत्र अस्माभिः चर्चितं खलु एकवार्तिकम् अस्ति हा वार्तिकं सत्यं सत्यं किम् अस्ति सुधातु ष्टिवु श्वष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः इति अस्ति खलु भगिनि अपि च एतत् हलीच इति अनेन नास्ति किन्तु ष्टिवु क्लमुचमां शिति इत्यनेन एव कार्यनेन इत्यपि उक्तं सत्यं सत्यं सत्यम् अस्तु ओकारान्तदातवः इति ओकारान्तदातवः ओतः शनि ओकारान्तस्य च अङ्गस्य लोपो भवति शनि परतः दो अवकण्डने दो अवकण्डनकर्णा दोध्य इति अङ्गं द्यो ओकारः शनिपरे लोपः भवति तस्मात् द्य इति अङ्गं द्यति अवकण्डनं छेदनं काट्ना इति अर्थः शो तनूकरणे शो शील्ना पत्ना कर्णा श्य शो ओकारः लोपः भवति श्य इति अङ्गं श्यति इति भवति तनूकरणं तक्षणं तक्ष्णीकरणं तक्ष्णीकरणं वा तीक्ष्णीकरणम् अत् शापन् इस् इट् तीक्ष्णी छो छेदने तीक्ष्णीकरणम् इति अत्र तीक्ष्णी इत्यत्र कः प्रत्ययः तीक्ष्णी प्रत्ययः विग्रहं वाक्यं कथं भवति पूर्वं तीक्ष्णं नास्ति अतीक्ष्णं तीक्ष्णं करोति इति वा अतीक्ष्णं तीक्ष्णं कृत्वा तीक्ष्णं तीक्ष्णं कृत्वा चो छेदने चो काट्ना छेदनकर्णा छ्य भवति ओकारलोपः छ्य इति अङ्गं छ्यति शो अन्तकर्मणि शो समाप्तकर्ण पूराकर्ण अत अत्र धात्वादेशो सह भवति तदनन्तरम् ओकारः लोपः स्य इति अङ्गं स्यति अन्तकर्म विनाशः समाप्तिः नष्टकर्ण ऋकारान्तदातवः भगिनी धन्यवादः इदानीं विजयलक्ष्मी भगिनी पठतु पठामि भगिनि ऋकारान्ताधातवः ऋकारान्ताधातवः ऋत इत् धातोः ऋकारान्तस्य धातोर् अङ्गस्य इकारादेशो भवति किति निति प्रत्यये परतः धातुविहितप्रत्ययेषु सूत्रमिदं कित्सु णित्स्वेव प्रवर्तते उरण्परः इति रपरे इर् भवति जृ जिर् भवति हलिचेत् हलिचेति दीर्घे जीर् इति जीर्यति इति भवति अतः जृष् इति धातोः जृष् इति धातोः जृ इति किं भगिनि अङ्गं वा निरनुबन्धरूपं धातोः अकारस्य इत्सम्य भवति वा तत् कथं जानीमः न तत्र शकारः हलन्तः अस्ति खलु हलन्त्यं हा सत्यं हलन्त्यं परन्तु पठ् धातोः ठकारस्य तु हलन्त्यम् इत्यनेन न गच्छति खलु न परन्तु पठ् इति धातुः नास्ति बहु कन्फ्यूजन् अभवत् जृ इति जीर्णहोना वृद्धहोना जीर्यति जीर्य इति अङ्गं जीर्यति इति प्रथम किं विभक्ति नास्ति प्रथम एकवचन सुबन्तप्रकरणम् अन्यत्र कुर्वती अस्मि तत् न चिन्ता नास्ति युनो अत्र किम् उच्यते इति चेत् युनो इवन् फार् अन् एलिफेण्ट् सम्टैम्स् इट् स्लिप्स् दे से रैट् एवम् अस्ति कदाचित् तत्र इत्संज्ञासूत्राणामपि विस्मरणं जायते झ्रीष् वयोहानौ झ्री इति अनुबन्धानां लोपानन्तरं जीर्णहोना वृद्धहोना जीर्यति धातोः समानम् अर्थम् इति खलु झ्री झ्री झ्रीष् इत्यत्र अत्र धातुपटे कः अर्थः उक्तः झ्रीष् इत्यस्य वायोहानौ इत्येव उक्तं द्वयोः अर्थः समानः सत्यं समानः अस्तु तत्र जीर्यते इत्यस्य रूपाणि अपि वदतु जीर्यति जीर्यते वा जीर्यते वा अजीर्यति जीर्यति जीर्यति जीर्यतः जीर्यन्ति जीर्यसि जीर्यथः जीर्यथ जीर्यामि जीर्यावः जीर्यामः अनन्तरं कस्मिन् लकारे लट् लोट् जीर्यतु जीर्यतात् जीर्यतां जीर्यन्तु जीर्य जीर्यतात् जीर्यतं जीर्यत जीर्याणि जीर्याणि जीर्याणि जीर्याणि जीर्याव जीर्याम अनन्तरं लङ् लकारः अजीर्यत् अजीर्यत अजीर्यत् अजीर्यताम् अजीर्यन् अजीर्यः अजीर्यतम् अजीर्यत अजीर्यम् अजीर्याव अजीर्याम विधिलिङ्ग्लकाररूपं रूपाणि जीर्येत् जीर्येताम् जीर्येयुः जीर्येः जीर्येतम् जीर्येत जीर्येयं जीर्येव जीर्येम उत्तमं बहु समीचीनं धन्यवादः अग्रे अरविन्द महोदय अग्रे अत्र अनिति दातवः अस्ति न अनितितां हल् उपधायाम् इति अनितितां धातूनां हलन्तानाम् उपधाया नकारस्य लोपो भवति किति मिति प्रत्यये परतः रञ्च् रागे रञ्च् राग्न राङ् रङ्ग्न अनुरुक्तहोन रज्य रज्यति भ्रं भ्रंशु अधपतने भ्रंश् इति अनुबन्धलोपान् अत्र गिर्ना लट् लटक्न फिसल्न सर्घ्न अधपतन् होन भ्रंश्य भ्रंश्यति इति अस्ति भ्रश्यति रूपं खलु भ्रश्यति रञ्ज्यति भ्रश्यति रज्यति रज्यति भ्रश्यति अत्र नकारस्य लोपः अनिदितां हल उपदायात्मिति इति सूत्रेण नकारस्य लोपः लोपः भवति अस्तु समीचीनम् अग्रे सूर्यकुमारी भगिनी भगिनी सम्प्रसारिणी धातुः ग्रही च वै व्यधि वष्टि विचति उच्यते पृच्छति भुजतीनां भृजतीनां निति च ग्रह च वै व्यध् वस् वच् व्रस्व व्रस् पृच्छ ब्रश्च येषां सम्प्रसारणं भवति कितिनिति प्रत्यये व्यध ताडने व्यध् विधना कुसन शुभन विद्य विद्यति भवति इति अत्र विशेषधातुः अस्ति सम्प्रसारणं भवति अस्य धातोः अनेन सूत्रेण अतः एव विद् इत्यत्र सम्प्रसारणवर्णद्वयम् अस्ति वकारयकारः परन्तु सम्प्रसारणे परे पूर्वस्य सम्प्रसारणं न भवति इति कृत्वा यकारस्य एव सम्प्रसारणं यकारस्य स्थाने इकारः अतः अत्र अनन्तरं सम्प्रसारणात् इति सूत्रेण पूर्वरूपादेशः इति कृत्वा विद् विद्य विक्रणं सहितं विद्य विद्यति अस्तु समीचीनं धन्यवादः इदानीं लक्ष्मी भगिनी पठतु शमादि अन्तर्गणः आं भगिनि पठामि शमाति अन्तर्गणके धातुः शमामष्टानां दीर्घः शनि एतेषाम् अष्टानां शमादीनां दीर्घः भवति शनि परतः शम उपशमने शम् इति धातुः शान्तुको न बुच्छ्ना शाम्य इति अङ्कं शाम्यति इति प्रथमपुरुषे एकवचने रूपं तमो काङ्क्षायां तम् इति इत् इत् लोपानन्तररूपम् उत्कट इच्छाकर्ण ताम्य इति अङ्कं दाम्यति दमु उपशमे दम् दम् दमन् कर्ण दबान दाम्य दाम्यति श्रमु तपसि श्रम् धक्ना खिन् होना श्राम्य श्राम्यति अत्र खेदे च इति अपि अत्र अन्यः धातुः अस्ति तत्रापि किं वदति अत्र सङ्ख्या दत्तं खलु भगिनि अत्र श्रान्तकोण इति एव अर्थः श्रमतपसि केवल अर्थः कौमुदीसङ्ख्या अस्ति किन्तु अर्थभेदः एव अत्र उक्तं वा श्रमतपसि खेदे च इति अस्तु पुनः भ्रमो अनवस्थाने भ्रम इति इतः लोपानन्तररूपं घूम्ना भटक्ना भ्राम्य इति अङ्गं भ्राम्यति क्षमो सहने क्षम सहनकर्णा क्षमाकर्णा क्षाम्य क्षाम्यति क्लमो ग्लानौ क्लम ग्लानहोना धक्ना मूर्च्छाना क्लाम्य इति अङ्गं क्लाम्यति इति रूपम् मदी हर्षे मद् प्रसन्नहोना हर्षितहोना माद्या इति अङ्गं माद्यति इति प्रथमपुरुषे एकवचने रूपं भवति परं शेषधातवः इति सन्ति सर्वत्र उपधा दीर्घः खलु सर्वत्र अत्र अष्टमष्टानाम् इति खलु सत्यं शमामष्टानां दीर्घः शमामष्टानाम् इत्यत्र दीर्घः एव अस्ति शमु इति तत्र श्रान्तः इति तत्र किं श्रमु इत्यत्र श्रान्तः इति प्रसिद्धः अस्ति श्रान्तः श्राम्यति भ्राम्यति इत्यपि प्रसिद्धः अस्ति भ्राम्यति इदं भ्रमणं करोति इत्यस्मिन् अर्थे अस्ति मदी हर्षे इत्यपि प्रसिद्धः अस्ति माद्यति अस्तु अग्रेपि पठतु शेषधातवः शेषधातवः इदानीं ये धातवः अवशिष्टाः तत्र न भवति किमपि अतः अत्र धातुः योगविकरणं योगतिङ् येषां संयोजनं क्रियेत यथा मा योगश्यन् योगते मायते ये धातवः शेषधातवः इत्यस्मिन् गणे भवति अत्र विशेषतया अन्य किमपि नास्ति केवलं योजनमेव भवति इत्युक्ते धातुः तेन सह विकर्णप्रत्ययस्य योजनं तेन सह तिङ्प्रत्ययस्य अपि योजनं कृत्वा रूपसिद्धिः भवति इति अत्र उक्तम् उदाहरणानि आकारान्तधातवः माङ् माने मा इति मा इति रूपं नाप्ना तौल्ना समाना माया इति अङ्गं मायते केवलं मेलनमेव अत्र अस्ति इतः अग्रे सर्वे धातवः तत्र केवलं योजनमेव अन्यत् किमपि नास्ति अत्र मायते इत्यस्य रूपम् उक्त्वा वयं समापयामः मायते मायेते मायन्ते मायसे मायेथे मायध्वे माये मायावहे मायामहे लोटि मायतां मायेतां मायन्तां मायस्व मायेधा मायध्वं मायै मायावहै मायामहै लङि अमायत अमायेताम् अमायन्त अमायधाः अमायेधाम् अमायध्वम् अमाये अमायावहि अमायामहि इदानीं विधिलिङ्गे मायते मायेत मायेयातां मायेरन् माये मायेधाः मायेयाथां मायेध्वं मायेय मायेवहि मायेमहि उत्तमं समीचीनम् इतः अग्रे अत्र किमपि नास्ति इकारान्तदातवः उकारान्तदा अधुपददातवः इदुपददातवः सर्वत्र केवलं धातोः अर्थः उक्तः अनन्तरं रूपम् उक्तम् अत्र भवन्तः स्वयं द्रष्टुम् अर्हन्ति, किमपि विशेषः नास्ति. एकवारं पश्यन्तु, एकवारं पश्यन्तु, अत्र किमपि नास्ति. धातुः विकरणप्रत्ययम्, अनन्तरं तिङ्प्रत्ययः, तावदेव इति कृत्वा अत्र वयं समापयामः. अत्र सर्वेषां नैपुण्यं जायमानमस्ति, यतोहि सर्वे तत्र इदानीं रूपं वक्तुं प्रभवन्ति खलु. किम् अभ्यासं पुनः पुनः पुनः पुनः तत्र अभ्यासः करणीयः. परन्तु इदानीं तु यथा अहं पश्यामि भवन्तः वक्तुम् अर्हन्ति, क्लेशः नास्ति इति भाति. समीचीनम्. इतोपि अभ्यासं कुर्वन्तु अत्र अन्येषां धातूनाम्. इतः अग्रे वयम् अग्रिमपाठं प्रति गच्छामः. अग्रे तुदादिगणः इति विषयः आरप्स्यते. भगिनी, क्षमाम् अष्टानां तत्र क्षमु इत्यस्य दीर्घ उकारः किमर्थम्? कुत्र अस्ति क्षमु? क्षमा शमु तमु दमु श्रमु ह्रस्वः भ्रमु ह्रस्वः क्षमु इति दीर्घः केवलं क्षमु. तत्र शमु इति तत्र ऊदितः ऊदितः ऊदितः सन्ति चेत् तत्र तप्रत्ययस्य विषये अथवा अन्येषु कृदन्तप्रत्ययस्य विशेषु कृदन्तप्रत्ययेषु विशेषः भवति. अतः तत्र ऊकारस्य महत्त्वमस्ति. अपि च शमु इति अस्ति चेत् ऊदित् अस्ति चेत् तत्र इडागमः विकल्पेन भवति. स्वरति सूति सूयति धूयो उदितो वा इति अस्ति खलु. तत्र दीर्घ उकारान्त शमुधातुः वेट् अस्ति वा? शमुधातुः वेट् अस्ति, पश्यतु, शमुधातुः वेट् अस्ति. तत्र ऊकारः तत्र वेत्त्वं सूचनार्थम्. ओ, इडागमः विकल्पेन भवति इति वा? विस्मृतवती सर्वं. अग्रिमे जन्मेन पूर्वजन्मनि पठितम् इति भासते. पूर्वजन्म जन्मनः स्मरणमस्ति भवत्याः इति लाभः अस्ति खलु. संस्कारः जातः, इदानीं स्मरणस्य उद्बोधः जायमानम् अस्ति. सम्यक्तया स्मरणं नास्ति, परन्तु अस्ति, किञ्चित् स्मरणम् अस्ति, किञ्चित् किञ्चित् अस्ति. समीचीनम्. अस्तु तर्हि, बहु समीचीनं. तर्हि अत्र स्थगयामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. नमस्कारः.